अस्तु, अद्यतनविषयः अस्ति विशेषणं विशेष्यं च इति. गते सप्ताहे अपि अस्मिन्नेव विषये काचित् चर्चा जाता, अद्य अनुवर्तते. सर्वेषां पुरतः करपत्रम् उद्घाटितम् अस्ति इति मन्ये, तर्हि आरब्धुं शक्नुमः. रत्नागिनी आरम्भं करोति वा? नमस्ते भगिनी, माला अस्मि अत्र. माला भगिनी, अस्तु. आम् पठामि, म्यूट् मध्ये आसम्, क्षम्यतां. विशेषणं विशेष्यं, सुन्दरः बालकः गच्छति इति वाक्ये किं पदं विशेषणं, किञ्च विशेष्यम् इति चेत् सुन्दरः विशेषणं, बालकः विशेष्यम् इति सामान्यतया वदामः. अधुना कश्चन घटः भूतले अस्ति, तदर्थं भूतलं घटवत् इति उच्यते. अत्र किं पदं विशेषणम्? पदविशेषणं सामान्यतया घटवत् विशेषणम् इति वदामः. तत्र विद्याधरी इति गणे लिखितम् अस्ति यत् भूतले संयोगेन विद्यमानः घटः भूतलस्य विशेषणं. पुटं चतुर्विंशत् इति. तर्हि किं भूतलं घटवत् इति वाक्ये घटवत् अपि विशेषणं, घटः अपि विशेषणम्. अस्य समाधानार्थं वत्वम् इति विषये चर्चा अपेक्षिता. भूतलं घटः अस्तु. सामान्य उदाहरणमस्ति सुन्दरबालकः गति इति उक्तमस्ति चेत् सुन्दरः इति विशेषणमस्ति, बालकः इति विशेष्यम् अस्ति इति वयं जानीमः. अनन्तरं विद्याधरीपुस्तकस्य मध्ये वयं पठितवन्तः भूतलं घटवत् इति. तत्र विशेषणं किं, विशेष्यं किं? भूतलं विशेषणं विशेषं, घटवत् विशेषम् इति भवति वा? सामान्यतया शब्दसम्बन्धं दृष्ट्वा भूतलं घटवत् समानविभक्तिकत्वम् अपि च लिङ्गं समानम् इति दृष्ट्वा सामान्यतया भूतलं घटवत् इति उक्तौ, घटवत् इति भूतलस्य विशेषणम् इति वदामः. खलु, यथा सुन्दरः बालकः तथा भूतलं घटवत् विशेषविशेषभावः इति वदामः. किन्तु ग्रन्थे किं लिखितमासीत्? भूतले संयोगेन विद्यमानः घटः भूतलस्य विशेषणम् इति लिखितमासीत्. इति लिखितमासीत्. तर्हि किं विशेषणं, घटः विशेषणं वा अथवा घटवत् विशेषणं वा इति समस्या जायते. आम्, अस्तु. तर्हि अद्यतनचर्चा एतं केन्द्रितमेव भवति, केन्द्रिता एव भवति. विशेषणं वस्तुतः किं, विशेषम् इति नाम कः इत्यादिकम् अध्याय पठामः. अपि च अस्य समाधानार्थं वत्वम् इति विषयस्य चर्चा अपेक्षिता. अस्तु, पुनः स्मरणार्थं गते सप्ताहे अपि वयं दृष्टवन्तः वत् इत्यपि तत्र कः प्रत्ययः अस्ति. अस्तु, उच्चै वदतु. माला भगिनी उक्तवती खलु. आं, मतु. मतु मतु मतु प्रत्ययः योजनेन अधः गच्छामः वा अथवा उपरि गच्छामः वा? अधः गच्छामश्चेत् मतु प्रत्ययः योजयामः. उपरि गमनार्थं त्व अथवा तल् प्रत्ययः योजयामः. सत्यं, महोदय महोदयेन अपि उक्तं त्वं, तल् अथवा शै इति अपि एकः प्रत्ययः अस्ति, संयोजयामः. उदाहरणं ददाति वा कोऽपि? शिवरामकृष्णमहोदय प्रयत्नं करोति किम्? भूतलम् अस्ति, भूतले घटः अस्ति. अस्तु, घटात् भूतले घटः अस्ति. घटत्वं, घटत्वम् इति सर्वोपरि अस्ति खलु? आमां, भूतलम् अस्ति, तस्य उपरि घटः, घटस्य उपरि केवलम् इदम् स्मरतु, उपरि गमनार्थं कः प्रत्ययः? मतुप् अस्ति खलु, न न उपरि गमनार्थं त्वम् अथवा तल् प्रत्ययः उपयोगं करिष्यामि. अधः अस्ति मतुप् अस्ति, अधः गमनार्थं मतुप्. तर्हि घटः इति अस्ति, तस्मात् उपरि गमनार्थं प्रत्ययः कः? उपरि गमनार्थं तु तल् प्रत्ययः अथवा त्वम् अपि उपयुज्यम्. इदानीं योजयतु, प्रत्ययं योजयतु. तर्हि घटस्य उपरि किम् अस्ति? घटत्वम् अस्ति खलु, घटत्वम् उपरि गमनार्थं घटः अस्ति, घटात् उपरि गमनार्थं घटत्वम् इत्युक्ते घटे कश्चन गुणः अस्ति अथवा घटे विद्यमानः धर्मः अस्ति घटत्वम् इति. घटः आधारः, तस्मिन् घटत्वम् इत्युक्ते उपरि गमनं, घटात् उपरि गमनार्थम् अधोभागे घटः, तस्मात् उपरि घटत्वम्. अधोगमनार्थं कः प्रत्ययः? मधुप्रत्ययः. अस्तु, इदानीं योजनं करोतु मधुप्रत्ययस्य. मधुप्रत्ययः अहं विस्मृतवान् भगिनि, मतुप्. अन्य कोऽपि प्रयत्नं करोति वा? सामान्यवाक्यम् अस्ति इदानीं, वदतु भगिनि. प्रत्ययं योजयित्वा घटवत् भूतलं, भूतलम् इति. सत्यं, घटवत् भूतलं. भूतलं अधः अस्ति, भूतलस्य उपरि घटः अस्ति, घटस्य उपरि घटत्वम् अस्ति. घटात् उपरि गमनार्थं त्वं योजनं घटत्वं, घटात् अधोगमनार्थं तल् योजनं, क्षम्यतां मतु योजनं घटवत्. यतोहि घटवत् न तु घटत्वं. भूतलं नपुंसकलिङ्गे अस्ति. हा, वदतु भगिनि. हा, क्षम्यतां, तदेव मम प्रश्नः अपि आसीत्. यदि घटः अस्ति तत्र पुंसि एव खलु, पुंसि अस्ति यदि यदि मृत्यु योजयामः चेत् घटवान् आगच्छति खलु, तत् किं घटवत् इति वदामः? न न न भगिनि, भवती वदतु, अहं तु चिन्तितवती आसीत् तदेव. अस्मिन् अथवा अस्य इत्यस्य इत्यस्मिन् अर्थे मधुरचनं, यस्मिन् बुद्धिः अस्ति सः बुद्धिमान् मतुप्, अथवा यस्य बुद्धिः अस्ति सः बुद्धिमान्. स्त्रीलिङ्गे भवति चेत् बुद्धिमती, नपुंसकलिङ्गे बुद्धिमत्, अथवा गुणः इति स्वीकुर्मः, यस्मिन् गुणः अस्ति सः गुणवान्, यस्यां गुणः अस्ति सा गुणवती, पुनः नपुंसकलिङ्गे यस्मिन् गुणः अस्ति तद् गुणवत्. अस्तु, अत्र घटः कस्मिन् अस्ति? भूतले अस्ति, भूतलं नपुंसकलिङ्गं, तस्मात् कारणार्थं घटवत् इति वदामः. सत्यं, घटात् भूतलस्य दिशि गमनार्थं घटवत् भूतलं, घटात् उपरि गमनार्थं घटत्वम् इति तल् योजनं भवति. यदि तत्र पृथिवी लिखामः चेत् तद् समये घटवती पृथिवी आगच्छति वा? सत्यं, घटवती पृथिवी, यथा गन्धवती पृथिवी इति वाक्यमासीत्. किन्तु घटवत् पृथिवी अस्ति खलु, अत्र तु घटः. सत्यं, घटवती पृथिवी, न तु घटवत् पृथिवी. गन्धवती पृथिवी, आमां. न न, प्रश्नः कः महोदय भवतः? अहं कश्चन भ्रमे अस्मि. गन्धवती पृथिवी खलु, तद् अहं कश्चन भ्रमितं कृत्वा अहं चिन्तयामि घटवत् पृथिवी, तत्तु मम दोषः अस्ति. ओ अस्तु अस्तु, गन्धवती पृथ्वी इत्युक्तौ पृथ्वी अस्ति, पृथिव्यां गन्धः यस्मिन् यस्य वा इत्यर्थे मतुप् तर्हि स्त्रीलिङ्गे गन्धवती पृथिवी यदि भूतलस्य स्थाने पृथिवी आसीत् तदा अभविष्यत् तर्हि घटवती पृथिवी इति अभविष्यत् मतुप् प्रत्ययः अस्मिन् अस्य वा इत्यर्थे भवति त्वप्रभावर्थे सुन्दरः सुन्दरत्वम् इति भावः तदा तथा एव मतुप्रत्ययः सर्वदा न नपुंसकलिङ्गपदं यदा विशेष्यं नपुंसकलिङ्गे तदा भवति नपुंसकलिङ्गत्वं यथा घटवत् भूतलं यदि भूतलस्य स्थाने पृथिवी अभविष्यत् तर्हि तदा घटवती पृथिवी इति अभविष्यत् अवगच्छति वा भगिनि प्रत्येक अत्र विशेषणपदम् इति इदानीं वदामि उदाहरणार्थं यदि सुन्दरः सुन्दर इति पदमस्ति चेत् सुन्दरभूतलं तर्हि मतुप्रत्यय योजनेन किं भवति सुन्दरवत् इति भवति वा न प्रथमतया अग्रे तस्य चर्चा भवति भवती चिन्तयतु सुन्दरः पृथ्वी स्त्री इति भवति किन्तु पृथ्व्याः वर्णनार्थं सौन्दर्यम् इति योजयित्वा सौन्दर्यवती पृथ्वी इति वक्तव्यं तत्र भेदः आसीत् खलु गुणवाचकः गुणवद्वाचकः इति उभयविधम् अग्रे पठामः अग्रे अस्ति तदेव अस्ति अन्य केनापि आगतं वा मध्ये दिनद्वयं वा जनत्रयम् Okay. I don't know if other people feel the same. Yeah, I'm having the same problem. That's the beginning. Kim kurmaha ekavaram disconnect krutva pahaan samba. Kimram datra mamapi tatra adhikam backup number yung krutva agatavati aham. Tada dhvani hi naasti, kolahala naasti. Sarvayak number jananti kim? Hello, can somebody talk? I think, Yeah, we're all here. I'm still having a disturbance. I'll also connect and come back. Me too. I don't know why. Rayashah, yada cell phone prayong kumha tada speaker phone madhe static bhati hai. Mama to kimafi nasti? Also is having the same problem. I don't have any disturbance. I'm able to hear. I'm using landline. Tadeva mahadeya, dvanji uttamati dhani. I don't have the speaker on. नमस्ते भगिनि नमस्ते भगिनि अधुनापि अस्ति वा ध्वनिः न उत्तमरीत्या श्रूयते एव अस्तु तर्हि अग्रे सरेम सर्वे पुनः आगतवन्तः इति भावयामि अस्तु तर्हि अस्माकं चर्चा आसीत् सुन्दरः बालकः इति सामान्यतया वदामः विशेषभावः अस्ति इति घटवत् भूतलम् इत्यस्मिन् अपि भूतलम् इति विशेषं घटवत् इति विशेषणम् इति सामान्यतया वदामः किन्तु पुस्तके अस्ति भूतले संयोगेन विद्यमानः घटः भूतलस्य विशेषणम् इति. तर्हि भूतलं घटवत् इति वाक्ये घटवत् विशेषणं वा अथवा घटः विशेषणं वा इति प्रश्नः, कश्चन प्रश्नः उदेति. अस्तु, अग्रे पठामः. राधिका भगिनी पठति वा अग्रे? भूतलं घटः घटवत्. पठामि वा भगिनि? पठतु पठतु. येन वदन्ति कृपया पृष्ठभागे ध्वनिः अस्ति चेत् म्यूट् कुर्वन्तु. अस्तु भगिनि पठतु. हा, भूतले कश्चन घटः अस्ति. घटे घटत्वम् अस्ति, एवञ्च स्तरत्रयं वर्तते, घटत्वं, घटः, भूतलम्. सर्वोपरितने स्तरे घटत्वम् अस्ति, मध्यमस्तरे घटः अस्ति, अधोभागे भूतलम् अस्ति. उपरिगमनार्थं त्वप्रत्ययं योजयामः. अधोभागे गमनार्थं मतुप् पुंसि वान् वति अथवा वत् इति प्रत्ययं योजयामः. अतः घटत्वम् इत्यस्मात् घटस्य दिशि गन्तुम् इच्छामश्चेत् मतुप् योजयामः. मतुप् प्रत्ययस्य योजनेन आश्रयत्वं प्राप्यते. घटत्वं मत् च घटत्ववत् घटवाचकपदम्. अतः पुंसि घटत्ववान् घटत्ववान् घटः. घटात् भूलस्य दिशि गन्तुम् इच्छामश्चेत् मतुप् योजयामः. घटः मतुप् च घटवत् भूतलवाचकपदम्. अतः नपुंसके घटवत् एव. घटवत् भूतलम्. घटवत् इत्यस्य भावसिद्ध्यर्थं त्वप्रत्ययं योजयामः. घटवत् त्व च घटवत्वं. घटवत्वं घटस्य स्तरे वर्तते. नियतलिङ्गत्वात् नपुंसके घटवत्वम् एव. पुनः अधोभागे गमनार्थं मतुप् योजयामः. घटवत्वं मतुप् च घटवत्ववत् घटवत्ववत् घटवत्वस्य आशयः अपि च भूतलवाचकपदम्. अतः अधोभागे वर्तते. तर्हि आहत्य परिणामः एवं. घटत्वं सर्वो उपरिस्तरे, मध्यमस्तरे घटत्ववान् घटः घटवत्वम्, अधोभागे घटवत् भूतलं घटवत्ववत्. अस्तु भगिनि, किञ्चित् वाक्यशः पठित्वा प्रतिपादयतु. हा, घटत्वं तु उपरिस्तरे अस्ति. यदि वयं अधः गमनार्थं वयं तल् अथवा त्व जोडयामः तु घट गमनार्थं किं क्षम्यताम् अधः गमनार्थं मतुप् योजयामः. घटत्वं मतुप् च घटत्ववत्. हा, तदनन्तरं घटत्ववत्तु मध्यमस्तरे अस्ति. घटः घटवत्वं तद् समानं, तयोः समानः एव. तदनन्तरं घटः अधोभागे गमनार्थं पुनः मतुप् जोडयामः. घटः मतुप् च घटवत् भूतलं नपुंसकलिङ्गे अस्ति, तस्मात् कारणार्थं घटवत् इति कुर्मः. घटवत् तु घटवत् भूतलं तयोः समानस्तरे एव स्तः. घटवत् भूतलं समानस्तरम्. इदानीम् उपरि गमनार्थं त्वं योजनं, पुनः मध्यमस्तरगमनार्थं तर्हि घटवत् प्लस् त्वं घटवत्त्वम् इति अस्ति. यत्र अस्तु, प्रथमतया घटत्वम् इति उपरिस्तरे, पुनः घटः, तस्य अधः भूतलं. तर्हि उपरिस्तरे सर्वोपरि अस्ति घटत्वम्. अस्तु, घटः इति मध्यमस्तरे अस्ति. घटे किम् अस्ति राधिका भगिनी? घटे घटत्वम् अस्ति. घटे घटत्वम् अस्ति इत्युक्ते अस्मिन् अस्ति घटत्वम्. अस्मिन् अस्य वा इति अर्थे कः प्रत्ययः योजनीयः? मतुप्. मतुप्. तर्हि घटत्वं घटे अस्ति इति वक्तुं मतुप् योजयतु. घटत्ववान्, घटत्ववान् घटः. उत्तमं, यतोहि घटः पुल्लिङ्गे अस्ति. घटत्व प्लस् मतुप् घटत्ववत् इति प्रातिपदिकं भवति नपुंसकलिङ्गे. घटत्ववत् इति प्रातिपदिकं भवति, किन्तु घटः पुल्लिङ्गे अस्ति इत्यतः घटत्ववान् इति भवति तस्य विशेषणम्. सर्वे अवगच्छन्ति वा? प्रश्नः अस्ति वा अत्र? शिवरामकृष्णमहोदय अवगच्छति वा? उपरिस्तरे अर्थं किम्? उपरिस्तरे, उपरिस्तरे इत्युक्ते उपरिस्तरः, अपर् मोस्ट् लेवल् घटत्वं. भगिनी एकवारं पुनः एकवारं. भगिनी नियतलिङ्गं किम् अस्ति? नियतलिङ्गत्वम् इत्युक्ते यस्य लिङ्गस्य भेदः न भवति विशेषमनुसृत्य. यथा सङ्ख्याः नियतलिङ्गकाः खलु, तथा. अस्तु, अत्र क्रमशः गच्छामः. सर्वोपरि अस्ति घटत्वं, घटस्य भावः घटत्वम् इति अस्ति. घटत्वं घटे अस्ति खलु. घटत्वम् इति गुणः कुत्र अस्ति? घटे अस्ति. तत् प्रकटीकर्तुं, घटत्वं घटे अस्ति इति वाक्यं प्रकटीकर्तुं मतुप् योजयित्वा प्रकटयितुं शक्नुमः. घटत्वान् घटः इति. तर्हि मध्यमस्तरे इति एका पङ्क्तिः अस्ति, सर्वे पश्यन्ति वा? अस्तु, रत्ना भगिनी, मध्यमस्तरे किं लिखितम् अस्ति? मध्यमस्तरे घटवान् अस्ति. न, मध्यमस्तरे पश्यतु. घटवान् घटत्व घटवत्वं घटत्ववान् इति अस्ति, न तु घटवान्. क्षम्यताम्, आं घटत्ववान्. किमर्थम् इति अवगच्छति वा? आम् इत्युक्ते घटे गुणः अस्ति, तदर्थं घटत्वम् अस्ति. आम्, यथा बालके बुद्धिः अस्ति चेत् बुद्धिमान् इति वदामः, तथा घटे घटत्वम् अस्ति अतः घटत्ववान् इति वदामः. इत्येव विषयः. घटे घटत्वम् अस्ति, घटत्ववान् घटः. मध्यमस्तरे पश्यन्ति चेत् तत्र घटत्ववान् घटः इति अस्ति, नाम घटे घटत्वम् अस्ति इति. मतुप्रत्यययोजनेन पदद्वये घटत्ववान् घटः इति वक्तुं शक्नुमः. अस्तु, घटस्य अधः किमस्ति? भूतलम्. अस्तु, वदतु. भूतलम् अस्ति. भूतलम् अस्ति. हा, भूतलम् अस्ति. भूतले किमस्ति? भूतले घटः. भूतले घटः अस्ति. अस्तु, इदानीं प्रिया भगिनी प्रयत्नं करोति वा? भूतले घटः अस्ति इति वाक्यं मतुप् योजयित्वा वदतु. भूतले घटः अस्ति. घटः च मतुप् योजनेन घटवत् भवति. घटवत् भूतलम् इति. हा, घटवत् भूतलम् इति. तावदेव. अधमस्तरे इति पश्यन्तु, इत्युक्ते सर्वेषाम् अधः, द लोयेस्ट् लेवेल्, अधमस्तरे घटवत् भूतलम् इति अस्ति. घटवत् भूतलं नाम भूतले घटः अस्ति इत्यस्य वदनार्थं मतुप् उपयोगं कृतम् अस्ति इत्येव अस्ति. घटत्वं घटे अस्ति इति प्रदर्शयितुं घटत्ववान् घटः, घटः पुल्लिङ्गपदं, तदर्थं घटत्ववान्. घटः भूतले अस्ति इति प्रदर्शयितुं घटवत् भूतलं, भूतलं नपुंसकलिङ्गपदं, घटवत् भूतलम् इति भवति. इदानीं भूतलात् उपरि गमनार्थं कः प्रत्ययः योजनीयः? त्वप्रत्ययः. त्वप्रत्ययः योजनीयः भूतलात्. घटवत् प्लस् त्वं घटवत्त्वं घटवत्त्वम् उत्तमं घटवत् प्लस् त्वं घटवत्त्वम् इति योजनेन पुनः उपरि गच्छामः. घटवत्त्वं कुत्र अस्ति? भूतले अस्ति. घटवत्त्वं भूतले अस्ति. तर्हि पुनः भूतलदिशि गमनार्थम् इत्युक्ते अधोगमनार्थं कस्य प्रत्ययस्य योजनम्? मतुप् प्रत्ययः. तर्हि मतुप् योजयतु. घटवत्त्ववत् इति अस्ति. तदर्थं घटत्वं सर्वोपरि अस्ति, मध्यमस्तरे शब्दत्रयं घटत्ववान् घटः अपि च घटवत्त्वम् इति अपि अस्ति. अधस्तनस्तरे घटवत् भूतलम् अथवा घटवत्त्ववत् भूतलम् इति भवति. अवगच्छन्ति वा सर्वे? अस्तु, राजेन्द्रमहोदय प्रयत्नं करोति वा वक्तुम् इदं सर्वं? घटे घटत्वम् अस्ति. प्रत्यया युज्य घटत्वं घटत्ववान् भवति, यतः घटः पुलिङ्गे अस्ति तथा घटत्ववान् भवति. घटः मतु प्रत्यया प्रयुज्य घटवत् भूतलं भवति. भूतलं यदा नपुंसकलिङ्गे अस्ति तथा घटवत् भूतलम् अस्ति. पुनः तौ प्रत्यया प्रयुज्य घटवत् भवति. घटवत्त्वं क्षमतां घटवत्त्वं तत् घटवत्त्वम् अस्ति. घटवत्त्वं मतुप्रत्यया प्रयुज्य घटवत्त्ववत् भवति, यथा भूतलं नपुंसकलिङ्गे अस्ति तथा घटवत्त्ववत् भवति. घटवत्त्ववत् इति भवति. घटवत्त्ववत्. अस्तु महोदय, समीचीनम्. तथा एव एकवारं वयं मनसि स्थापयामः यद् त्वं योजनेन उपरि गमनं, मतुप् योजनेन अधस्तरगमनम् इति स्थापयामश्चेत् मनसि सर्वं सरलं भवति. इदम् अवगतं वा? प्रश्नः अस्ति वा? अस्तु, तर्हि अग्रे गच्छामः. नियतलिङ्गस्य विषये कस्य प्रश्नः आसीत्? सरला भगिनी, अत्र पश्यतु घटवत्त्वम् इति अस्ति. अस्तु, घटवत्त्वं मध्यमस्तरे अस्ति, घटस्य स्तरे एव अस्ति. किन्तु तत्र विशेषणम् इति न, केवलं घटवत् इत्यस्य भावः घटवत्त्वम् इति अस्ति. केवलं प्रदर्शयितुं भूतले घटवत्त्वम् अस्ति इति प्रदर्शयितुं यः कोऽपि वस्तुः कस्मिन्नपि भवति चेत् तस्य उपरि भवति खलु. तर्हि तद् प्रदर्शयितुम् उपरि गमनार्थं त्वं योजनम् आसीत्. घटवत्त्वं यद्यपि मध्यमस्तरे अस्ति, घटः यस्य विशेषणं नास्ति, केवलम् एकस्मिन् स्तरे भवन्ति, यतोहि घटवत्त्वं भूतले भवति. त्वम् इति प्रत्ययः नियतलिङ्गः, सर्वदा नपुंसकलिङ्गे भवति, यथा सुन्दरः सुन्दरत्वम् अथवा घटः घटवत्त्वं, पुस्तकः पुस्तकत्वम् इति सर्वम् आसीत् खलु. त्वं योजनेन पदं यद् निष्पन्नं भवति तत् सर्वदा नपुंसकलिङ्गे भवति, नियतलिङ्गपदं भवति. त्वं प्रत्ययस्य तादृशः लक्षणमस्ति, तादृशं लक्षणं. धन्यवादः. त्वं योजनेन पदं यद् निष्पन्नं सर्वदा नपुंसकलिङ्गे, नियतलिङ्गपदं भवति. अस्तु, अग्रे सर्तुं शक्नुमः. लक्ष्मी भगिनी पठति वा? भगिनी, अत्र एकः प्रश्नः अस्ति. सुन्दरत्वं नियतलिङ्गपदं भवति चेत् बालकः सुन्दरः अहम् अवगच्छामि. अनन्तरं बालके सुन्दरत्वम् अस्ति इति वदामः वा? सत्यं सत्यं, बालके सुन्दरत्वम् अस्ति इति वदामः. सत्यमेव. इदानीं बालके सुन्दरत्वम् अस्ति इति वाक्यं पदद्वये वदतु मतुप् योजनेन. अस्मिन् अस्य वा इति योजन इत्यर्थे मतुप् भवति खलु, तर्हि भवती प्रयत्नं करोतु. सुन्दर बालके सुन्दरत्वम् अस्ति. आम्. बालके कः गुणः? बालके गुणः अस्ति चेत् सः गुणवान् भवति. इदानीं बालके सुन्दरत्वम् अस्ति, तर्हि सौन्दर्यवान्, सुन्दरत्ववान्, सुन्दरत्ववान् अस्तु. सौन्दर्यवान् अपि साधुः यदि श्यै प्रत्ययः योजनं भवति तदा. सौ बालके सौन्दर्यम् अस्ति, तर्हि सः सौन्दर्यवान्. तर्हि विशेषणं कति भवति? सौन्दर्यम् इति विशेषणं. सौन्दर्यम् इति विशेषणं. तर्हि सौन्दर्यत्वं विशेषणं नास्ति. सुन्दरत्वं सौन्दर्यं, दे आल् मीन् द सेम्. त्वं, तल्, शै, त्री प्रत्ययास् आर् देर्. सुन्दरत्वं मीन्स् द सेम् एस् सौन्दर्यम्, अण्ड् सुन्दरता आल्सो मीन्स् द सेम्. बालके सुन्दरता अस्ति, बालके सौन्दर्यम् अस्ति, बालके सुन्दरत्वम् अस्ति. त्रीणि वाक्यानि समानार्थकानि. त्रीणि वाक्यानि सुन्दरत्वं, सौन्दर्यं, तर्हि विशेषणम् अस्ति. विशेषणं सौन्दर्यम् इति विशेषणम्. अग्रे पश्यामः गुणवाचकः गुणवद्वाचकः इति अस्ति, तस्मिन् चर्चा भवति विशेषणं किम् इति. सामान्यतया सौन्दर्यवान् बालकः इति वदामश्चेत् सौन्दर्यवान् इति पदं विशेषणसूचकमस्ति, विशेषणं न. विशेषणं तु सौन्दर्यम् एव. अस्तु, लक्ष्मी भगिनी अग्रे पठति वा? भगिनी, एकः प्रश्नः अस्ति, किञ्चित् संशयः अस्ति मम मनसि. यदा तौ प्रत्ययः प्रयोजयामः तथा तु भावप्रकटी अस्ति, भावप्रकटनं भवतु. पर यदा मतु प्रत्ययः प्रयोजयामः तथा कादृशी स्थितिः? मतु योजनेन अस्मिन् अस्य वा इति अर्थः. अस्मिन् अथवा अस्य, बालके सुन्दरता अस्ति, बालकः सुन्दरतावान् इति. अस्तु, अग्रे लक्ष्मी भगिनी अस्ति न वा? आम् अहमस्मि. अस्तु भगिनी, भवती पठित्वा किञ्चित् प्रतिपादयति वा अथवा शृणोति? भवती प्रथमवारम् आगतवती इति चिन्तयामि. आम्, प्रथमवारं इदानीं मम प्रथमवारम् अस्ति. अद्य पठामि. क्रमः कथमिति ज्ञातम् अतः पठामि. अस्तु, पठतु भगिनि. विशेषणस्य कार्यं किम्? विशेषणं विशेष्यम् अन्येभ्यः वस्तुभ्यः पृथक् करोति. उन्नतः वृक्षः. उन्नतशब्दः विशेषणं विचिन्त्य विवक्षितं वृक्षम् अन्येभ्यः वृक्षेभ्यः पृथक् करोति इति सामान्यम् अवगमनम्. विशेषणं विशेष्योः अर्थः. विशेषणं विशेष्यम् इति एतद् भागम् इमं भागं किञ्चित् किम् अवगतम् इति वदतु. अस्तु, विशेषणं विशेष्यम् अन्येभ्यः वस्तुभ्यः पृथक् करोति इति इत्युक्ते यदि वस्तु अस्ति तस्य विशेषणं तं वस्तुम् अन्येभ्यः वस्तुभ्यः पृथक् अस्ति इति. उन्नतः वृक्षः, सो यथा उन्नतः वृक्षः, सो उन् उन्नतः वृक्षः अस्तु, सामान्यतया उन्नतः वृक्षः इत्यस्मिन् विशेषणं किं, विशेष्यं किम्? विशेषणम् उन्नतः, विशेष्यं वृक्षः, वृक्षः इति अस्ति खलु. अन्येभ्यः वस्तुभ्यः पृथक् करोति इत्यनेन किम् अवगतम्? यदि यदि अन्यवृक्षः, अन्य किमपि वृक्षः अस्ति चेत् तत् वृक्ष तत् वृक्ष तस् तत् वृक्ष तस्मात् वृक्षात् पृथक् भिन्नः भिन्नः अस्ति एतत् एषः वृक्षः इति इति अवगतम् अहं चिन्तयामि, इति अवगतम् अस्ति इति अहं चिन्तयामि. हा तावदेव. यदि वयं वदामः सामान्यतया लोके उन्नतशब्दः विशेषणम् इति चिन्तयित्वा, उन्नतशब्देन यः वृक्षः निर्दिष्टः भवति सः वृक्षः अन्येभ्यः वृक्षेभ्यः भिन्नः इति अवगमनम् अस्ति सामान्यतया, इति सामान्य अवगमनम्. उन्नतः वृक्षः, वृक्षः विशेषणम्, उन्नतः विशेष्यम् इति सामान्यावगमनम् एतावता. भाषावर्गेषु अथवा प्रथमस्तरे यत्किमपि वयं पठितवन्तः तावत् वयं विशेषणम् उन्नतः, विशेष्यं वृक्षः इति विचिन्त्य पठितवन्तः. किन्तु अग्रे कश्चन भेदः अस्ति, वस्तुतः विशेषणं किं, विशेष्यं किम् इति अग्रे पठतु भगिनि. क्षम्यतां भगिनि. विशेषणं विशेष्यः अर्थः, विशेष्ययोः अर्थः. विशेषणविशेष्यम् इति शब्दद्वयमपि अर्थसम्बन्धं न तु शब्दसम्बन्धम्, अयं सिद्धान्तः मुख्यः. विशेष्यः पदार्थः न तु पदं, तर्हि पदं किं, विशेष्यवाचकं. यथा वृक्षः इति विशेष्यं कदापि पदं न भवति, वृक्षः विशेष्यः. वृक्षः लोके जीवितवस्तु यत् सः पदार्थः वृक्षः. सः लोके यः प्राणी वृक्षः स एव विशेष्यः. अतः वृक्षशब्दः विशेष्यवाचकः न तु स्वयं विशेष्यम्. अस्तु अस्तु भगिनि, इदानीं वदतु वाक्यशः पठित्वा किञ्चित् वदतु. अस्तु, विशेष्यपदार्थः न तु पदम् इत्युक्ते प्रथमवाक्यं, प्रथमवाक्यं पठतु. आम्, विशेषणं विशेष्यम् इति शब्दद्वयम् अपि अर्थसम्बन्धं न तु शब्दसम्बन्धं. सो अतः अत्र सम्बद्धं न तु शब्दसम्बद्धम् इति अस्माकं मुख्यसिद्धान्तः. यदा वयम् उन्नतः वृक्षः, उन्नतः वृक्षः इति उक्तवन्तः, तदा विशेषणम् उन्नतः, विशेष्यं वृक्षः इति सामान्य लौकिकभाषायां वदन्ति. तत्र केवलम् अर्थसम्बन्धः अस्ति, शब्दद्वयम् अर्थसम्बन्धम् तत्र. किन्तु क्षम्यतां, शब्दसम्बन्धं तत्र उन्नतः वृक्षः शब्दसम्बन्धः, किन्तु वस्तुतः विशेषणविशेष्ययोः अर्थसम्बन्धः भवति. शब्दसम्बन्धं, शब्दसम्बद्धम् इत्युक्ते किम्, अहं न अवगतं. अस्तु, अहमेव किञ्चित् वदामि. अत्र शब्दसम्बद्धम् इत्युक्ते व्याकरणदृष्ट्या उन्नतः वृक्षः इति तयोः मध्ये सम्बन्धः अस्ति, विशेषणविशेषभावः इति सम्बन्धः अस्ति. विभक्ति, लिङ्गं, वचनं सर्वं समानम् अस्ति इत्यतः तत्र शब्दसम्बन्धः तु अस्ति एव. विशेष ओ तत् ओके ओके, शब्द अस्ति, शब्दसम्बन्धं, लिङ्गवचन अस्तु, इदानीम् अवगतम्. किन्तु वस्तुतः विशेषणविशेष्यम् अनयोः मध्ये अर्थसम्बन्धम् अस्ति. अर्थसम्बन्धं नाम वृक्षः इति विशेष्यं यदि अस्ति, वस्तुतः वृक्षः इति पदं नास्ति विशेष्यं. सः वृक्षः यस्मिन् औन्नत्यम् अस्ति, दट् पर्टिक्युलर् ट्री सः वृक्षः अस्ति विशेष्यं, वृक्षः इति पदं विशेष्यं न, किन्तु सः एव वृक्षः यस्मिन् औन्नत्यम् अस्ति सः अस्ति विशेष्यम्. आम् समीचीनम्. एकवारं वदतु कृपया. वृक्षः इति पदं विशेष्यं नास्ति. अस्तु, वस्तुतः औन्नत्यं यस्मिन् वृक्षे अस्ति, उन्नतः इति पदेन औन्नत्यं सूचितं. यस्मिन् वृक्षे औन्नत्यम् अस्ति सः वृक्षः विशेष्यम् अस्ति, सः पदार्थः विशेष्यम् अस्ति, किन्तु वृक्षः इति पदं विशेष्यं नास्ति. अस्तु, तर्हि विशेषणविशेष्ययोः मध्ये अर्थसम्बन्धः अस्ति. उन्नतः इत्यनेन औन्नत्यम् इति गुणः प्रदर्शितः, तेन गुणेन एकः वृक्षः अस्ति, अमुकः वृक्षः, सः अन्येभ्यः पृथक् कृतः अस्ति, सः एव वृक्षः अस्ति विशेष्यम् इति. अवगतं वा? भवती भिन्न भिन्नरूपेण एव वदति खलु, यस्मिन् औन्नत्यम् अस्ति सः उन्नतः वृक्षः खलु? सत्यं. तर्हि यस्मिन् औन्नत्यम् अस्ति सः वृक्षः तत् पदं विशेष्यम् इति भवत्या उक्तं खलु? न, तत् पदं विशेष्यं न, सः पदार्थः विशेष्यः. पदार्थः, अत्र पदार्थः इति वृक्षः. द्वयोः भिन्नता का? भवती अग्रे भवती एव. कस्य प्रश्नः एतत्? एषः जयन्ती. जयन्ती, जयन्ती भगिनी अग्रे पठतु भवती एव. अस्तु, विशेष्यः पदार्थः न तु पदम् इति पठतु भगिनी. यदा आङ्ग्लभाषायां वदामः ट्री अथवा द ट्री, द ट्री इत्युक्ते पदार्थः अस्ति, विशेष्य अस्ति. ट्री इत्युक्ते पदमेव, न पदार्थः नास्ति. सत्यं. टाल् ट्री, उन्नतः वृक्षः टाल् ट्री इति अस्ति, किन्तु ट्री इति पदं विशेष्यं नास्ति. टाल् अण्ड् ट्री अनयोः मध्ये कश्चन शब्दसम्बन्धः अस्ति, किन्तु न तु अर्थसम्बन्धः. विशेषणविशेष्ययोः मध्ये अर्थसम्बन्धः स्यात्. दट् पर्टिक्युलर् ट्री विच् हेस् टाल्नेस्, दट् इस् द विशेष्यम्. अवगच्छति वा? परन्तु प्रयत्नं करोमि. अस्तु, भवती एव अग्रे पठतु. एकवारम् अहं प्रयत्नं करोमि. अत्र वस्तुः अस्ति इत्युक्ते तद्वस्तुः वयं वस्तुं वयं ट्री इति वदामः, वृक्षः इति वदामः, अन्य किञ्चित् भाषायां किञ्चित् पदं भवति, किन्तु तत् पदार्थं पदार्थस्य विषये अस्माकं चर्चा अस्ति इदानीं, नामकरणस्य विषये नास्ति. उन्नतः अस्ति. सत्यं, बहवः वृक्षाः स्युः पदम्. आम् आम्, अवगतं वा? इदानीम् अवगतम्, अवगतं. धन्यवादः. धन्यवादः सर्वेभ्यः. धन्यवादः पुष्पा भगिनी, रत्ना भगिनी, महोदय. Previous class, he explained it that way. अस्तु, जयन्ती भगिनी एव अग्रे पठतु. विशेष्यः पदार्थः न तु पदम् इति. हा, विशेष्यः पदार्थः न तु पदम्. तर्हि पदं किं? विशेष्यवाचकं. यथा वृक्षः इति विशेष्यं कदापि पदं न भवति. वृक्षः विशेष्यः. वृक्षः लोके जीवितवस्तु यत् सः पदार्थः वृक्षः. सः लोके यः